अस्तु, तर्हि इदानीम् अस्माकं विषयः अस्ति तत्र अवच्छेदक अवच्छेदकम् अवच्छिन्न इति विषये. तत्र सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम् इति भागे वयं स्मः इदानीं. तत्र महोदयस्य करपत्रं भवतः समीपे स्यात्, भवतां समीपे स्यात्. अत्र यद्वयं गतसप्ताहे एतदेव कृतवन्तः, स्मर्यतां किञ्चित्, तत्र यद्वयं आवामेव चित्ररूपेण उक्त्वा कृतवन्तः तस्य एव चित्रम् अत्र महोदयेन स्थापितम् अस्ति. तत्र वस्तुतया चित्राणि स्थापितानि अत्र. तर्हि एतत्तु अस्माकं गतसप्ताहे अभवत् एव, तत्र पुनस्मरणमिव कृत्वा अग्रे गन्तुं शक्नुमः. तर्हि प्रथमचित्रं पश्यामः. सुब्रह्मण्यमहोदय, भवान् प्रथमचित्रविषये किञ्चित् वदति वा? तत्र किम् अस्ति, अपि च अस्माकं वाक्यानि अपि वदतु. तत्र आदेयता कीदृशी, अधिकरणता कीदृशी इति तत्सर्वम्. बालसुब्रह्मण्यमहोदय अस्ति वा? तर्हि वदति वा प्रथमचित्रं? हा, प्रथमचित्रं तु तत्र आरम्भस्तरीयः खलु, यद्वयं पूर्वमेव दृष्टवन्तः. तर्हि सरलमेव, घटनिष्ठ आदेयता निरूपक अधिकरणताश्रयः भूतलम् इति, अथवा भूतलनिष्ठ अधिकरणता निरूपित आदेयताश्रयः घटः. अपि च आदेयता कीदृशी अथवा अधिकरणता कीदृशी इति तस्य वर्णनमपि कर्तुं शक्नोति वा? अधिकरणता आदेयता भूतलम् अधिकरणता इति आश्रयः, आदेयता तस्य आश्रयः भूतलम्. एकक्षणम्, आदेयतायाः आश्रयः कः? घटः आदेयता अधिकरणता भूतलम् अधिकरणता आधार. तर्हि आदेयता कीदृशी इति कथं वक्तुं शक्नुमः? कीदृशी अवच्छेदक इति न, तत्र आदेयता कीदृशी इति तस्य वर्णनं कथं भवति? सुमलता भगिनी किञ्चित् साहाय्यं करोति वा? प्रयत्नं करोमि भगिनि. भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ आदेयता. उत्तमं. तर्हि बालसुब्रह्मण्यमहोदय, भवान् इदानीम् अधिकरणता इति कथं वक्तुं शक्नुमः इति तद्वदति वा? यथा सुमलता भगिनी उक्तवती, घटनिष्ठ आदेयता निरूपित भूतलनिष्ठ अधिकरणता. उत्तमं. तर्हि एतत्तु वयं तत्र केवलम् आधार आधेयभावः सूचयति. एतत्तु वयं पूर्वं दृष्टवन्तः. तत्र देवदत्तः आसने उपविशति इति, आसने अस्ति इति यद्वयं प्रायः प्रथमकक्षायां वा द्वितीयकक्षायां वा दृष्टवन्तः, तदेव अस्ति अत्र. अत्र तु वाक्यमस्ति घटः भूतले अस्ति इति. तर्हि भूतले अधिकरणता, घटे आदेयता. अधिकरणता आदेयतायोः मध्ये तत्र निरूपकभावः अपि अस्ति. तर्हि अधिकरणता निरूपयति आदेयता, आदेयता निरूपयति अधिकरणता. अस्तु, तर्हि इदानीं इदानीं तत्र घट इदानीमपि घटः भूतले एव अस्ति, परन्तु इदानीं किञ्चित् इतोपि अग्रिमसोपानम् अस्ति खलु. घटः संयोगसम्बन्धेन भूतले अस्ति इति यदा वदामः चेत् तत्र किं किम् अस्ति इति किञ्चित् पश्यामः. सुनील् महोदय, भवान् वदति वा अत्र किं किम् अस्ति इति? आं भगिनि, तत्रापि घटे अधेयता अस्ति, भूतले अधिकरणता अस्ति, अनन्तरं घटे संयोगसम्बन्धः अपि अस्ति, घटत्वमपि अस्ति. अस्तु, अतः गते सप्ताहे वयं उक्तवन्तः घटनिष्ठ संयोगसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणता अधिकरणताश्रय भूतलमिति. अति उत्तमं महोदय. तर्हि तत्र संयोगसम्बन्ध अवच्छिन्न आधेयता इति भवति खलु. तर्हि तत्र संयोगसम्बन्ध अवच्छिन्न आधेयता इति लघुमार्गः, तत्र दीर्घमार्गः अपि एकः आसीत्, भवान् स्मरति वा? तत्र अवच्छेद्यता अवच्छिन्न अवच्छेद्यता इति अस्ति चेत् तत्र अवच्छिन्ना इति न भवति खलु. यत्र अवच्छिन्ना इति अस्ति तद्भवति लघुमार्गः. तत्र दीर्घमार्गः किं भवति? प्रथमं दीर्घमार्गः वाक्यं मास्तु, प्रथमं किं कुत्र अस्ति इति वदतु, तदनन्तरं वाक्यं रचयामः. तत्र संयोगसम्बन्ध अवच्छिन्न आदेयता इति स्थले किं भवति? संयोगसम्बन्धे किम् अस्ति, आदेयतायां किम्? सम्बन्धे अवच्छेद्यः अवच्छेद्यः अस्ति. सम्बन्धे अवच्छेद्यता अस्ति वा, अथवा तत्र किम् अवच्छेद्यं भवति? अवच्छिन्ना इति अस्ति चेत् तत्र किम् अवच्छेद्यं किं कः भिद्यते अत्र, अथवा का भिद्यते? संयोगसम्बन्ध अवच्छिन्न आदेयता इत्युक्ते तत्र संयोगसम्बन्धः भिद्यते वा आदेयता भिद्यते वा? संयोगसम्बन्धः भिद्यते. संयोगसम्बन्धः भिद्यते वा, चिन्तयतु किञ्चित्. तत्र संयोगसम्बन्ध अवच्छिन्न आदेयता इति अस्ति, समवायसम्बन्ध अवच्छिन्न आदेयता इति अस्ति चेत् तत्र कस्य पृथक्करणं भवति तत्र? तत्र चिन्तयतु, घटः समवायसम्बन्धेन कपाले अस्ति, घटः संयोगसम्बन्धेन भूतले इति वाक्यद्वयमस्ति खलु. तर्हि तत्र द्वयोः स्थलयोः अपि आदेयता अस्ति घटे. सत्यं? तर्हि इदानीं संयोगसम्बन्ध अवच्छिन्न आदेयता एकस्थले अस्ति, समवायसम्बन्ध अवच्छिन्न आदेयता अन्यस्थले अस्ति. तर्हि अत्र कः भिद्यते? अत्र घटे आधेयता एव अस्ति. तर्हि द्वयोः स्थलयोः अपि आधेयता घटे अस्ति खलु. आम् आम्. तर्हि कस्य पृथक्करण कस्य भेद भिन्नता वयम् इदानीं कर्तुम् इच्छामः? अत्र सम्बन्धविषये किल, घटत्वं समानं सम्बन्धविषये एव. सत्यं, सम्बन्धविषये एव, परन्तु आदेयतायाः एव भेदस्थापनं भवति खलु. एकस्य एकस्थले यः आदेयता अस्ति सः आदेयता, अन्यस्थले यः आदेयता अस्ति तस्मात् कथं विद्यते इति एव प्रश्नः इदानीम्. सम्बन्धेन किल, अहं सत्यं सम्बन्धेन भिद्यते, परन्तु कः भिद्यते? आदेयता एव भिद्यते खलु? आदेयता भिद्यते, आदेयता सम्बन्धेन भिद्यते. यद्भवान् उक्तवान् तत् सत्यमेव. आदे सम्बन्धविषयः एव अत्र. सम्बन्धेन भिद्यते, परन्तु आदेयता भिद्यते सम्बन्धेन. तर्हि यः भिद्यते तदेव भवति अवच्छेद्यमिति खलु? तर्हि अवच्छेद्यता कुत्र अस्ति? अवच्छेद्यता आधेयता अस्ति. आधेयतायाम् अस्ति अवच्छेद्यता. संयोगसम्बन्धे का अस्ति? अवच्छिन्ना अस्ति. अवच्छिन्ना नास्ति खलु, अवच्छेदकता अस्ति. संयोगसम्बन्धेन अवच्छिन्ना भवति आदेयता, अथवा संयोगसम्बन्धे अवच्छेदकता अस्ति. तदेव आसीत् अस्माकं दीर्घमार्गः. संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित्य अवच्छेद्यता अति आदेयता इति. स्मरति वा? आम् स्मरामि भगिनि, परन्तु किञ्चित् अहम् अस्तु अद्य तदेव अस्ति. हा अस्तु, तत्र इदानीं तृतीयचित्रं पश्यतु. तत्र इदानीं स्मरति वा यद्वयम् इदानीम् उक्तवन्तः तदेव अत्र अस्ति. घटे प्रथमं पश्यतु, घटे अस्ति आदेयता, अपि च घटे अस्ति संयोगसम्बन्धः. संयोगसम्बन्धे अवच्छेदकता अस्ति, आदेयतायाम् अवच्छेद्यता अस्ति. तर्हि इदानीं वाक्यं वदतु महोदय. घटनिष्ठ संयोगसम्बन्धनिष्ठ अवच्छेदक अवच्छेदकता निरूपित अवच्छेद्यता आधेयता अवच्छेद्यतावति आधेयता अवच्छेद्यतावति आधेयता निरूपित अधिकरणता निष्ठा भूतलम्. अधिकरणता आश्रयः भूतलं खलु? अधिकरणता आश्रयः भूतलम् अथवा भूतलनिष्ठ अधिकरणता. उत्तमं. तर्हि अस्मिन् चित्रे पश्यतु, तत्र संयोगसम्बन्ध अवच्छिन्ना आदेयता इति लघुमार्गः, अथवा संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति आदेयता इति दीर्घमार्गः अस्ति. तत्र स्थैलीद्वयम् अस्ति, तत्र द्वयमपि समानमेव. तर्हि द्वयमपि उपयोगं कर्तुं शक्नुमः, तत्र भेदः नास्ति. यदा संयोगसम्बन्ध अवच्छिन्ना आदेयता इति वदामः चेत्, संयोगसम्बन्धनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आदेयता इति एव अर्थः तत्र. तत्र भेदः नास्ति किमपि. तद् मनसि स्यात्. यत्र यत्र अवच्छिन्ना इति भवति, तत्र वस्तुतया इतोपि एकः चित्रमपि अत्र अस्ति, यत् तत्र प्रायः न दत्तमस्ति, परन्तु अस्माकं मनसि तथा भवति चेत् तत्र भ्रमः न आगच्छति. अस्तु, तर्हि इदानीम् अत्र किमपि प्रश्नः अस्ति वा? अस्तु, तर्हि सुमलता भगिनी अग्रिम चित्रम् अग्रिमचित्रस्य विषये तथैव वदति वा किञ्चित्, यथा सुनील् महोदय उक्तवान् तथा. आं भगिनि, घटनिष्ठ समवायसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता पुनः निरूपित अधिकरणताश्रयः कपालः. अति उत्तमं. तर्हि इदानीं पश्यतु तत्र तृतीयचित्रम् अपि च चतुर्थचित्रं. तत्र चित्रद्वयोः मध्ये दक्षिणभागः पश्यामः चेत् तत्र भेदः कः? तत्र आदेयता इति स्वीकृत्य पश्यामः चेत् तत्र भेदः कः अस्ति अत्र? सम्बन्धविषये एकस्थले अस्ति संयोगसम्बन्धः, अपरस्थले अस्ति समवायसम्बन्धः इति. तत्र घटः घटत्वम् इति पश्यामः चेत् तत्र घटे पश्यतु द्वयोः चित्रयोः मध्ये अपि घटे अस्ति आदेयता. इदानीम् अधिकरणताविषये चिन्ता मास्तु. केवलं तत्र घटे आदेयता अस्ति इति पश्यामः चेत् अत्र आदेयता अवच्छिन्ना भवति घटत्वेन अपि च सम्बन्धेन, संयोगः अथवा समवायः इति. अत्र कपाले घटः समवायसम्बन्धेन अस्ति, भूतले घटः संयोगसम्बन्धेन अस्ति इति वाक्यद्वयम् अस्ति चेत् तत्र द्वयोः स्थलयोः अपि घटे आदेयता अस्ति. द्वयोः स्थलयोः अपि घटत्वमपि अस्ति, यतोहि घटः अस्ति, घटः अस्ति चेत् तत्र घटत्वमपि अस्ति. तर्हि घटत्वेन आदेयतायाः भेदस्थापनं न भवति. सत्यं तत्र घटत्व अवच्छिन्न आदेयता यथा घटः भूतले अस्ति तथापि अस्ति, यदा घटः कपाले अस्ति तथापि अस्ति. तर्हि भेदसिद्धिः कर्तुं न शक्नुमः तत्र, भेदसिद्धिः न भवति. भेदसिद्धिः करणीयं चेत् अत्र भेदसिद्धिः करणीयः चेत् अत्र सम्बन्धेन एव कर्तुं शक्नुमः. तत् संयोगसम्बन्ध अवच्छिन्न आदेयता अथवा समवायसम्बन्ध अवच्छिन्न आदेयता इति सम्बन्धविषयं स्वीकृत्य एव तत्र आदेयतायाः भेदः आदेयता मध्ये भेदः स्थापितुं शक्नुमः. अस्तु, अत्र चित्ररूपेण पश्यामः चेत् इतोपि सम्यक् अवगमनं भवति. केवलं वाक्यरूपेण पश्यामः चेत् अस्य अपेक्षया. अस्तु, तत्र इदानीं प्रश्नः अस्ति वा? एतत् सर्वं यद्वयं गतसप्ताहे पठितवन्तः तदेव, परन्तु अत्र चित्ररूपेण अस्ति इति कारणात् किञ्चित् स्पष्टता भवेत्. अस्तु, अत्र इतोपि एकः विषयः वक्तव्यमस्ति. यदा अत्र प्रश्नः नास्ति चेत् वदामि, अथवा भ्रमः भवति, तदर्थमेव पुनः पुनः पृच्छामि अहं तत्र प्रश्नः किमपि अस्ति वा इति. एतत् सर्वं तत्र भ्रमः नास्ति खलु? एतत् सर्वं सम्यक् अवगमनम् अभवत् इति चिन्तयामि. अस्तु, तर्हि इदानीम् अत्र चित्रं पश्यामः चेत् तत्र घटत्व अवच्छिन्न आदेयता अस्ति, संयोगसम्बन्ध अवच्छिन्न आदेयता इति अस्ति. तत्र किमर्थं घटत्वम्? अत्र इदानीं वयम् उक्तवन्तः तत्र संयोगसम्बन्धेन एव भेदस्थापनं भवति इति. तर्हि किमर्थं घटत्व अवच्छिन्न आदेयता इति अस्ति इति प्रश्नः आगच्छति खलु. यतोहि पूर्वं वयं तत्र पठितवन्तः अवच्छिन्ना इत्युक्ते अवच्छिन्ना इति यदस्ति तदुपयुज्य भेदसापनं भवति इति. तत्र क्षीरस्य उदाहरणमपि यदा वयं दृष्टवन्तः, तत्र पात्रे क्षीरः अस्ति चेत् तत्र भिन्नभिन्नपात्रम् उपयुज्य क्षीरं भिद्यति. एकस्मिन् पात्रे यः क्षीरः अस्ति तद् अन्यस्मिन् पात्रे यः क्षीरः अस्ति तस्मात् पृथक् इति कर्तुं शक्नुमः इति. इदानीं घटत्व अवच्छिन्न आदेयता इति किमर्थं वक्तुं किमर्थं तत्र अस्ति इति प्रश्नः आगच्छति चेत्, तत्र वस्तुतया अवच्छेदकं यदस्ति तत् त्रिविधं भवति. तत्र प्रथम अवच्छेदकम् अस्ति, अस्तु प्रथमं द्विविधम् अस्ति, नियामकत्वम् अपि च भेदकत्वरूपमिति. नियामकत्वरूपं भेदकत्वरूपमिति. नियामकत्वरूपम् इत्युक्ते तत्र यत्र नियमयति इति चिन्तयतु. तत्र नियामकत्वरूपे अपि द्विविधं भवति, अनतिरिक्तवृत्तित्वरूपम् इति. इत्युक्ते यत्र अतिव्याप्तिः नास्ति अव्याप्तिः अपि नास्ति, यत्र व्याप्तिः अस्ति इति. उदाहरणं घटः अपि च घटत्वं. यत्र इदानीमेव वयम् उक्तवन्तः यत्र घटः अस्ति तत्र घटत्वम् अस्ति इति. इत्युक्ते घटः भूतले अस्ति चेदपि कपाले अस्ति चेदपि घटे घटत्वम् इति विषयः तु अस्ति एव. इत्युक्ते यत्र घटः अस्ति तत्र घटस्य अधिकरणं किमपि भवति, घटे आदेयता तु अस्ति एव, अपि च घटत्वम् अपि अस्ति. अत्र घटत्वम् इति नियमयति, नियामकम् अस्ति घटत्वम्. इत्युक्ते यत्र घटत्वम् अस्ति तत्र आदेयता अपि अस्ति इति. अपि च सा तद् घटत्वं घटनिष्ठा भवति, घटनिष्ठा आदेयता भवति. इत्युक्ते यत्र यत्र घटनिष्ठा आदेयता अस्ति तत्र तत्र घटनिष्ठघटत्वम् अपि अस्ति. तर्हि घटत्वेन आदेयता तु न भिद्यते, यतोहि चिन्तयतु घटः इदानीं भूतले अस्ति, घटः कपाले अपि अस्ति. घटे द्वयोः स्थलयोः अपि घटे आदेयता अस्ति. तर्हि अत्र घटत्वम् अपि अस्ति, तर्हि घटत्वेन आदेयता न भिद्यते. इदानीमेव वयं तद् उक्तवन्तः, यतोहि उभयत्र अपि घटत्वम् अस्ति, तर्हि उभयत्र अपि घटत्वेन आदेयता न भिद्यते. तत्र नियामकम् इति वदामः. घटत्व अवच्छिन्ना आदेयता इति यत् अत्र वदामः चेत् तद् अवच्छिन्ना भवति नियामकम् इति. इत्युक्ते घटनिष्ठ आदेयता विश्वे यत्र यत्र अस्ति तत्र तत्र घटत्वम् अपि अस्ति इति नियमयति. अवगच्छन्ति वा इदानीम्? इत्युक्ते तत्र घटत्वम् इति नियामकधर्मः भवति, तदर्थमेव अत्र नियामकत्वरूप अवच्छेदकत्वम् इति अस्ति. तदर्थमेव यतोहि तत्र अवच्छिन्ना इति तत्र भेदसिद्धिः न भवति घटत्वेन, तथापि तत्र अवच्छिन्ना इति प्रयोगः अस्ति. इत्युक्ते तत्र नियामकविषयः अस्ति, न तु भेदस्थापनं तत्र. अवगतं वा? प्रश्नः अस्ति वा भगिनी? प्रथमं तु नियामकत्वम् इति वा नियामकत्वरूपं नियामकत्वरूपं नियामकत्वरूपे नियामकत्वं द्वितीयमस्ति भेदकत्वरूपं वदतु भगिनि अनतिरिक्तवृत्तित्वरूपं अनतिरिक्तवृत्तित्वरूपम् इति द्वयम् द्वितीयमस्ति स्वरूपसम्बन्धरूपम् इति तद्विषये इदानीम् अधिकचर्चा मास्तु इति महोदयेन पूर्वम् उक्तम् इत्युक्ते अग्रे आगच्छति इति चिन्तयामि तत्र किं भवति इत्युक्ते कुत्रचित् किं भवति तत्र एकेन धर्मेण एव तत्र नियामकं न भवति अनेकधर्माणां मेलनेन एव तादृशनियामक अवच्छेदकत्वं भवति तत्र अनतिरिक्तवृत्तित्वरूपं तु न भवति यतोहि तत्र अतिव्याप्ति अव्याप्ति इति विषयः आगच्छति परन्तु तत्र नियामकं भवति तत्र बहवः बहूनां धर्माणां मेलनेन तत् प्रायः अग्रे पश्यामः इदानीं द्वितीयविधम् अस्ति तत्र भेदकत्वरूपम् इति अथवा सप्तमीनिर्देशकम् इति अपि अपरनाम अस्ति तस्य भेदकत्वं तु यदा वयं तत्र इदानीं संयोगसम्बन्धविषये दृष्टवन्तः इत्युक्ते यत्र भिद्यते तत्र भेदकत्वं यदा अस्मिन् उदाहरणे पश्यामः चेत् संयोगसम्बन्धेन आदेयता भिद्यते तर्हि संयोगसम्बन्ध अवच्छिन्न आदेयता इति यदा वदामः तत्र अस्ति भेदकत्वं घटत्व अवच्छिन्न आदेयता इति वदामः चेत् तत्र अस्ति नियामकम् तर्हि तत्र सम्बन्धः अस्ति भेदकः सम्बन्धेन एव आदेयता भिद्यते घटत्वम् इति घटः कपाले अस्ति चेदपि अस्ति भूतले अस्ति चेदपि अस्ति अत्र तु केवलं नियामकमेव तर्हि तत्र यदा वयं वदतु महोदय प्रश्नः अस्ति वा मम प्रश्नः नास्ति अस्तु तर्हि इदानीं चिन्तयतु घटः घटः भूतले अस्ति घटः कपाले अस्ति इति सन्दर्भे घटत्वम् इति नियामकधर्मः एव सम्बन्धः भवति भेदकत्वरूपम् अवच्छेदकं परन्तु घटः घटः समवायसम्बन्धेन कपाले पटः समवायसम्बन्धेन तन्तुषु इति वाक्यद्वयं स्वीकृत्य तस्य तत्र किञ्चित् चिन्तयामः चेत् किं भवति तत्र किं भवति नियामकधर्मः कः भवति नियामकधर्मः कः भवति भेदकत्वरूपं तत्र तु घटत्वं पटत्वं इति भेदं भवति क्षम्यतां भगिनि वदतु सुमलता भगिनि वदतु घटत्वं पटत्वम् इति भेदकरूपं भवति सम्बन्धः तु समानमस्ति तत् किमस्ति नियामकरूपं भवति उत्तमं तर्हि अत्र सम्बन्धः भवति नियामकं घटत्वं पटत्वम् इति तत्र भेदकत्वम् अवगच्छन्ति वा सर्वे तत्र चिन्तयतु कुत्र अस्ति भगिनि भेदकत्वं तृतीय इदानीं तत्र करपत्रे वा पुस्तके वा नास्ति भगिनि, इदानीम् अहं यद् उक्तवती तदेव. तर्हि चिन्तयतु इदानीम्, अस्तु, पुस्तकम् उत्पीठिकायां संयोगसम्बन्धेन अस्ति, घटः भूतले संयोगसम्बन्धेन अस्ति. अत्र सुनिल् महोदय किञ्चित् वदति वा तत्र भेदकत्वं नियामकत्वं तस्मिन् विषये किञ्चित् वदति वा? अत्र पुस्तकत्वं अत्र अवच्छिन्न अधेयत भवति उत्पीठिकायाम्, अतः तत् नियामकत्वरूपमिति. चिन्तयतु, प्रथमं सोपानेन गच्छामः. चिन्तयतु, तत्र पुस्तकम् उत्पीठिकायाम् अस्ति, तर्हि पुस्तकं संयोगसम्बन्धेन उत्पीठिकायाम् अस्ति. तत्र इदानीं पुस्तके के के सन्ति? पुस्तके आधेयता अस्ति अपि अस्तु, अनन्तरं पुस्तकत्वम् अस्ति, अनन्तरं संयोगसम्बन्धः अपि अस्ति. उत्तमं. घटः संयोगसम्बन्धेन भूतले अस्ति चेत् घटे के के सन्ति? घटे अपि घटत्वमपि घटत्वमस्ति, आधेयता अस्ति, अनन्तरं संयोगसम्बन्धः अपि अस्ति. अस्तु, तर्हि इदानीं चिन्तयतु, पुस्तके तत्र पुस्तके विद्यमाना आधेयता, घटत्वे विद्यमाना आधेयता केन अवच्छिन्ना भवति, केन केन अवच्छिन्ना भवति? पुस्तके पुस्तकत्व अवच्छिन्ना भवति एकं तु, अपि च संयोगसम्बन्ध अवच्छिन्ना अपि भवति. उत्तमं. घटनिष्ठ आधेयता केन केन अवच्छिन्ना भवति? तत्रापि घटत्व अवच्छिन्ना अस्ति, अनन्तरं संयोगसम्बन्ध अवच्छिन्ना अस्ति. अस्तु, तर्हि अत्र घटत्वनिष्ठ आधेयता अपि च पुस्तकनिष्ठ आधेयता मध्ये भेदस्थापनं कथं भवति? तत्र पुस्तकत्वं च घटत्वम्. उत्तमं, तर्हि भेद भेदरूपकम् अवच्छेदकं किं? पुस्तकत्वम् अपि च घटत्वं खलु. नियामकत्वं भवति किम्? नियामकत्वं पुस्तके तत्र संयोगसम्बन्ध अधेयत अस्ति. तर्हि संयोगसम्बन्धः एव नियामकत्वं भवति, द्वयोः स्थलयोः अपि अस्ति, तेन भेदस्थापनं न भवति, केवलं नियमनं करोति, केन सम्बन्धेन अस्ति इति नियमयति तदेव. इदानीम् अवगच्छति वा? उत्तमं, तर्हि किञ्चित् अग्रे सरामः. पञ्चम चित्रं पश्यतु, तत्र रामकार्तिक् महोदय भवान् किञ्चित् वदति वा पञ्चमचित्रं विषये? तत्र ज्ञाननिष्ठा अधिकरणता निरूपित घटनिष्ठा आधेयता इति प्रथमवाक्यं तत्र भवति. तदनन्तरं तत्र अस्ति ज्ञाननिष्ठा अधिकरणता निरूपिता निरूपित घट निष्ठ विषयसम्बन्धः अवच्छिन्ना आदेयता इति भवति. अपि च ज्ञाननिष्ठा अधिकरणता निरूपिता घटनिष्ठं घटत्वम् अवच्छिन्ना आदेयत इति भवति. घटत्ववच्छिन्ना आदेयत अथवा विषयितासम्बन्धनिष्ठ अवच्छेदकता अनुरूपित अवच्छेद्यतावती आदेयत. इत्यपि आदेयतायाः वर्णनं तथापि कर्तुं शक्नुमः. तदस्ति दीर्घमार्गः. अवच्छिन्ना इति उपयोगं कुर्मः चेत् तद्भवति लघुमार्गः. अस्तु, अत्र रामप्रिया भगिनी किञ्चित् षष्टम अथवा अपि च सप्तम चित्रविषये वदति वा? तत्रापि तदेव विषयः अस्ति, परन्तु आदेयता अधिकरणता इति तले अनियोगिता प्रतियोगिता इति अस्ति. अनियोगिता प्रतियोगिता इत्युक्ते का इति स्मरन्ति वा? प्रतियोगिता इत्युक्ते का? प्रतियोगिता इत्युक्ते अभावस्य विरोधः. अनियोगिता इति अभावः. अभावे या अस्ति सा अनियोगिता. अभावस्य विरोधः, विरोधे या अस्ति तदस्ति प्रतियोगिता इति. प्रतियोगिता. तर्हि तत्र विषयः अस्ति अत्र घटः भूतले नास्ति इति अत्यन्त अभावः अस्ति. अत्यन्त अभावः इत्युक्ते स्मरन्ति वा किम् इति? तत्र अभावस्य चतुर्विधः इति वयं दृष्टवन्तः खलु. तादात्म्यसम्बन्धः इति सर्वत्र अत्यन्त अभावः इत्युक्ते इदानीम् अत्र नास्ति, अनन्तरं आगच्छति, अनन्तरम् आगच्छति चेत् तस्मिन् समये अभावस्य नष्टः भवति. इत्युक्ते घटः भूतले नास्ति, कोऽपि घटः अत्र आनीयति चेत् तत्र घटाभावः नष्टं भवति इति अत्यन्त अभावः. तर्हि घटः भूतले नास्ति इति अत्यन्त अभावः अस्ति षष्टमचित्रे. सप्तमचित्रे अस्ति पटः भूतले नास्ति इति अत्यन्त अभावः अस्ति. तर्हि घटे अपि प्रतियोगिता अस्ति, पटे अपि प्रतियोगिता अस्ति. द्वयोः स्थलयोः अपि संयोगसम्बन्धेन अवच्छिन्ना अस्ति प्रतियोगिता. अपि च अत्र पटत्वं घटत्वम् इत्यनेन अपि अवच्छिन्ना भवति. तर्हि तत्र घटत्वं पटत्वम् इति धर्मेण तत्र भेदस्थापनं भवति. वदतु भगिनि. घटाभावनिष्ठ अनियोगिता निरूपित घटनिष्ठ प्रतियोगिता अवचिन्न संयोगसम्बन्धः. आम्, तदेव किल? पुनः एकवारं वदतु. घटाभावनिष्ठ अनियोगिता निरूपित घटनिष्ठ प्रतियोगिता अवच्छिन्न संयोगसम्बन्ध. विपरीतदिश्यां घटनिष्ठसंयोगसम्बन्धावच्छिन्ना प्रतियोगिता. पुनः वदतु. घटनिष्ठसंयोगसम्बन्ध अवच्छिन्ना प्रतियोगिता. तदवच्छिन्ना घटत्वमपि इल्य. घटत्ववच्छिन्ना प्रतियोगिता. पुनः घटत्ववच्छिन्ना प्रतियोगिता. तर्हि घटनिष्ठ संयोगसम्बन्ध अवच्छिन्न घटनिष्ठघटत्व अवच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रयः घटाभावः इति अपि वक्तुं शक्नुमः. तत्र चित्रम् अस्ति चेत् चित्रं दृष्ट्वा वयं झटिति वक्तुं शक्नुमः, तत्र भ्रमः न भवति. तदर्थमेव गतसप्ताहे अपि अहम् उक्तवती तत्र चित्रं रचयतु इति. चित्रम् आधारीकृत्य वदामः चेत् तत्र भ्रमः न भवति, तत्र कुत्र अवच्छेदकमस्ति, कुत्र अवच्छेद्यता अस्ति इति एतत् सर्वं किञ्चित् स्पष्टं भवति. तत्र सप्तमचित्रविषये वदतु भगिनि. आम्, पटाभावनिष्ठ अनियोगिता निरूपित पटनिष्ठसंयोगसम्बन्ध अवच्छिन्ना प्रतियोगिता. उत्तमम् उत्तमम् अस्तु. तर्हि पुस्तकं पुस्तकात् पठामः इदानीं. तत्र षट्चत्वारिंशत्तमे पृष्ठे वयं स्मः इदानीं. पुस्तके पुष्पा भगिनी इदानीं पुस्तकमस्ति वा भवती? पुस्तकम् ओपन् करोमि. षट्चत्वारिंशत्तमे पुटे षट्चत्वारिंशत् एकनिमिष भगिनि. ओपन् टेक्स् टैम् टु ओपन् पृष्ठ पृष्ठ आगच्छतु. आम् पृष्ठः चत्वारि षट्चत्वारिंशत् षट्चत्वारिंशत् सर्वासाम् आसाम् अस्तु अस्तु भगिनि अस्तु आगच्छति. एकनिमिषः कुत्र आरम्भतः भगिनि? सर्वासाम् सम्बन्धस्य सम्बन्धस्य अवच्छेदक अवच्छेदकत्वं न तदेव सर्वासाम् आसाम् इति अस्ति खलु, तस्मात् आरभ्य पठतु. सर्वासाम् एकनिमिष सम्बन्धस्य अवच्छेदकत्वं सर्वामासां सर्वाम् आसां सर्वासाम् सर्वासाम् आसां सर्वासाम् आसां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठाधिकरणता निरूपिता आधेयता ज्ञाननिष्ठाधिकरणता निरूपिता देयत्वात् भिन्ना भिन्ना कुतः समवायात् समवायसम्बन्धो सम्बन्धः हि घटकपालयोः विद्यमानः. इयम् आधेयता ज्ञाननिरूपिता निरूपिता देयत्वात् भिन्ना इति बोधयति. इदं बोधकत्वमेव सम्बन्धस्य आधेयता अवच्छेदकत्वम् आदेयता अवच्छेदकत्वम् अस्तु सर्वसम् सर्वासाम् अस्तु किं सर्वासाम् आं भवती वदतु सर्वानाम् अत्र सर्वासाम् आसाम् आसां तु अस्ति न सर्वासाम् इति वदतु भगिनी सर्वासाम् इति तत्र रूपः कः सर्वासां सर्वासां सप्तमी विभक्ति न सर्वासां अस्तु न सप्तमी न अन्य कोऽपि वदति वा षष्टि बहुवचन अस्तु षष्टि न सप्तमी न षष्टि सर्वासाम् आसां परभेदसाधनाय सम्बन्धस्य उपयोगः भवति अस्तु इति एकक्षणम् अहं वदामि अत्र इति यद्वयम् इदानीं चित्ररूपेण दृष्टवन्तः तदेव अत्र अस्ति इत्युक्ते तत्र कपालनिष्ठा कपाले अपि घटः यदा कपाले अस्ति तदा घटे आदेयता अस्ति तथैव ज्ञाने यदा घटः अस्ति तस्मिन् सन्दर्भे अपि तत्र आदेयता अस्ति परन्तु तयोः मध्ये भेदः कथं भवति इत्युक्ते सम्बन्धेन एव तत्र यदा कपाले घटः अस्ति तत्र समवायसम्बन्धेन अस्ति ज्ञाने तु विषयितासम्बन्धेन अस्ति इति कारणात् तत्र समवायसम्बन्धः हि तत्र घटकपालयोः मध्ये विद्यमाना अपि च ज्ञानकघटयोः मध्ये नास्ति इति कारणात् समवायसम्बन्धेन तत्र भेदः भवति इति तर्हि तत्र सम्बन्धस्य सम्बन्धः एव तत्र अवच्छेदकत्वम् अस्ति तत्र भेदस्थापनं करोति इति समवायसम्बन्धः भेदनं करोति न सम्बन्धः भेदस्थापनं करोति घटकपालयोः मध्ये समवायसम्बन्धः ज्ञान घटयोः मध्ये तु विषयितासम्बन्धः इति अस्तु तर्हि अग्रे बालसुब्रह्मण्यं महोदय भवान् पठति वा पूर्वभागे घटनिष्ठप्रतियोगिता पठनिष्ठप्रतियोगिताः प्रयुक्तियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः परन्तु इह एक एव घटः सर्वत्र वर्तते इति आदेयता अवच्छेदकघटत्वम् आदाय आदेयत्वानां भेदं न साधयितुं प्रभवामः कुतः घटत्वम् अपि खलु अवच्छेदकमेकम् अतः सर्व आदेयताः घटत्व अवच्छिन्नः अतः न तेन भेदसिद्धिः एवं घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्य उभयोः समानं नास्ति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः भेदं दर्शयितुं घटत्वपटत्वयोः उपयोगः उपयुज्यामः तदेव तत्र इदानीं रामप्रिया भगिनी अपि उक्तवती खलु तत्र षष्टम अथवा सप्तम अपि च सप्तम चित्रे यद् आसीत् तदेव तत्र घटे अपि प्रतियोगिता पटे अपि प्रतियोगिता अस्ति अन्योः भेदः तु तत्र सम्बन्धेन न भवति, यतोहि तत्र द्वयोः स्थलयोः अपि संयोगसम्बन्धः एव अस्ति. तत्र घटत्वं पटत्वम् इति धर्मेण एव तत्र भेदस्था सिद्धिः भवति, न तु सम्बन्धेन इति. परन्तु इह एक एव घटः सर्वत्र वर्तते इति आदेयता अव्यच्छेदकघटत्वम् आदाय आयद्येत्वानां भेदं न साधयितुं प्रभवामः. सो अत्र घटः एकम् एव सर्वत्र वर्तते, उभयोः स्थाने अपि वर्तते इति. उभयोगस्थाने इत्युक्ते तत्र उभयोः इत्युक्ते कयोः? तत्र उभयोगो इति नास्ति, तत्र सर्वत्र इति अस्ति. सर्वत्र वर्तते इत्युक्ते सर्वत्र इत्युक्ते कुत्र? न एकक्षणं महोदय, अत्र पश्यतु. प्रथममस्ति घटनिष्ठप्रतियोगिता अपि च पटनिष्ठप्रतियोगिता. तत्र घटपटयोः अपि प्रतियोगिता अस्ति. तत्र घटत्वं पटत्वम् उपयुज्य भेदः भेदसिद्धिः भवति. परन्तु पूर्वस्मिन् पुटे पश्यतु, तत्र एकः एव घटः अस्ति परन्तु भिन्नभिन्न आदेयताः सन्ति एकस्मिन् एव घटे. तत्र घटत्वं स्वीकृत्य आदाय इत्युक्ते स्वीकृत्य घटत्वम् आदाय भेदसिद्धिः न भवति. यथा घटपटयोः मध्ये घटत्वं पटत्वम् इति भेदस्थापनं करोति, तथा अत्र न करोति. यतोहि घटः तु एकः एव, तर्हि तत्र घटत्वम् अस्ति एव. तत्र घटत्वम् एकम् अवच्छेदकम् अस्ति, परन्तु अतः सर्वाः अवधेयताः घटत्व अवच्छिन्नाः. तद् वयं दृष्टवन्तः. अत्र तु घटत्वम् इति नियामकरूपेण एव अस्ति. तर्हि अत्र सर्वाः अस्ति न सर्वा, अतः सर्वा अस्ति. अतः सर्वा आदेयताः, सर्वाः आदेयताः. आम्, सर्वाः आदेयताः. अत्र विसर्गसन्धि भवति इति चिन्तयामि. अतः सर्वाः आदेयताः घटत्व अवच्छिन्नाः. तर्हि तत्र तेन भेदसिद्धिः न भवति. तर्हि घटत्वम् उपयुज्य भेदस्थापनं कर्तुं न शक्नुमः. अस्तु, तर्हि अग्रे रामप्रिया भगिनी पठति वा? आं भगिनि. अत्र च समवाय उपयोगः. समवायः कपालनिरूपित आधेयता भिन्ना इति ज्ञापयति, अतः सः आधेयता अवच्छेदकः. तेन अवचिन्ना अन्त्यत्वेन बोधिता आदेयता, तथा च क्षम्यताम् अन्यत्वेन बोधिता आदेयता. एकक्षणं भगिनि, पुष्पा भगिनी कृपया म्यूट् करोति वा? हा अस्तु भगिनि. हा पठतु भगिनि. तथा च पूर्ववत् समवायनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आदेयता, आदेयतानिष्ठ अवच्छेद्यतानिरूपित अवच्छेदकतावान् समवायः इति परिष्कर्तव्यम्. इत्थमेव विषयितासम्बन्ध अवच्छिन्नघटनिष्ठ आदेयतानिरूपित अधिकरणतावत् ज्ञानम्, कालिकासम्बन्ध अवच्छिन्न आदेयतानिरूपित अधिकरणतावान् कालः, संयोगसम्बन्ध अवच्छिन्ना आदेयता निरूपिता अधिकरणतावत् भूतलम् इति एवं ज्ञातव्यम्. अत्र तु भेदः घटत्वात् आदेयता भिन्नः इति निरूपकं करोति चेत् समवायः इति उपयोगं करोति. समवायः कपालनिरूपित आदेयता भिन्ना इति ज्ञापयति, अतः सः आदेयता अवच्य विद्यति, आदेयता विद्यति समवाय सम्बन्धेन. तेन अवच्छिन्ना अन्त्यत्वेन अन्त्यत्वेन अन्यत्वेन बोधिता इति नामकरणम् अस्ति. समवाय अवच्छिन्ना अन्यत्वेन बोधिता आधेयता तदेव चित्ररूपेण अस्ति किल. समवायनिष्ठ अवच्छेदकथा निरूपित अवच्छेद्यतावती आधेयता तदेव विपरीतरूपेण आधेयतानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावान् समवायः इति तद् एव. द्वितीयमस्ति ज्ञानम्. एकक्षणं भगिनि, तत्र अस्माकं चतुर्थचित्रं तदेव आसीत्. तत्र चित्रं पश्यामः चेत् तत्र समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आदेयता अथवा आदेयतानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता वान् समवायः इति विपरीतदिश्याम् अपि गन्तुं शक्नुमः. अत्र चित्रं दृष्ट्वा वदामः चेत् तद् बहु सौलभ्यमस्ति. अत्र अग्रे वदतु भगिनि. द्वितीयम् अस्ति ज्ञाने, ज्ञाने विषयितासम्बन्धेन अवच्छिन्ना भवति. तदेव विषयितासम्बन्ध अवच्छिन्ना घटनिष्ठ आदेयता निरूपित अधिकरणतावत् ज्ञानम् इति. तृतीयमस्ति कालिकासम्बन्धः काले यद् अवच्छिन्ना अस्ति तद् कालिकासम्बन्ध अवच्छिन्ना आदेयता निरूपित अधिकरणतावान् कालः. अन्तिममस्ति संयोगसम्बन्ध यदा घटः भूतले अस्ति इति संयोगसम्बन्ध अवच्छिन्ना आदेयता निरूपित अधिकरणतावत् भूतलम्. तत्र तु सम्बन्धेन विद्यते यथा घटे घटः भूतले अस्ति वा, घटः विषयितासम्बन्धेन ज्ञाने, कालिकासम्बन्धेन कालः. तदानीमेव किल. तदेव भगिनि, बहु तदेव. एतत् सर्वम् अत्र चित्ररूपेण अस्ति. भगिनि कालिका कालिकसम्बन्धः इति यदा काले अस्ति तत् कालिकसम्बन्धः इति वदामः. तदस्ति अष्टमचित्रं. तत्र यथा पटः भूतले संयोगसम्बन्धेन अस्ति तथा पटः काले कालिकसम्बन्धेन इति अग्रे आगच्छति. सुमलता भगिनी अग्रे पठति वा? आं भगिनि. अयम् अपरः विशेषः यत् समवायादीनाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्त्वादिनिरूपिताः आदेयताः ताः सर्वाः अपि समवायसम्बन्ध अवच्छिन्नाः इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा. वयं यथा चित्रे दृष्टवन्तः यदा समवायसम्बन्धः स्वीकृत्य भेदनिरूपकं न भवति तत्र नियामकरूपं स्वीकृत्य घटत्वं पटत्वम् इति भेदनिरूपकं कुर्मः इति तदेव अस्माकम् अपेक्षा अस्ति इति अत्र दत्तमस्ति. इत्युक्ते यत्र घटः कपाले समवायसम्बन्धेन अस्ति, पटः तन्तुषु समवायसम्बन्धेन अस्ति इति अत्र अस्ति चेत् तत्र समवायसम्बन्धः इति सम्बन्धः स्वीकृत्य भेदसिद्धिः न भवति. तत्र घटत्वं पटत्वम् इति धर्मे एव भेदसिद्धिः भवति इति अत्र अस्ति. इत्युक्ते तत्र अवच्छेदकधर्मः तत्र घटत्वं पटत्वम् इति अपि भवितुम् अर्हति, सम्बन्धः अपि भवितुम् अर्हति. कुत्र तत्र सन्दर्भं दृष्ट्वा तस्य उपयोगं भवति इति निर्णयं करणीयम्. अग्रे पठतु भगिनि. एवं सति समवाये अपि अवच्छेदकता, घटत्वे अपि अवच्छेदकता इति वचने असौकर्यम्. अतः अनयोः अवच्छेदकत्वयोः निरूपणसौकर्याय समवायनिष्ठ अवच्छेदकतायाः संसर्गिकावच्छेदकता इति व्यवहारः दृश्यते. समवाये अपि अवच्छेदकता अस्ति, घटत्वे अपि अवच्छेदकता अस्ति इति वदामः चेत् किञ्चित् असौकर्यमस्ति इति नूतनसंज्ञा दत्तमस्ति इति चिन्तयामि. अतः अनयोः अवच्छेदकत्वयोः निरूपकसौकर्याय समवायनिष्ठ अवच्छेदकतायाः संसर्गिक अवच्छेदकता, समवायनिष्ठ अवच्छेदकतां संसर्गिकावच्छेदकता इति अपि वक्तुं शक्नुमः इत्येव खलु भगिनि? तर्हि तत्र द्वयोः स्थलयोः अपि अवच्छेदकता अस्ति. तर्हि एकस्य अवच्छेदकताया एकायाः अवच्छेदकतायाः नामकरणम् अभवत् सांसर्गिक अवच्छेदकता इति. सांसर्गिक अवच्छेदकता इत्युक्ते सम्बन्ध अवच्छेद सम्बन्धे अवच्छेदकता अस्ति चेत् तत् सांसर्गिक अवच्छेदकता भवति वा? सत्यं सत्यं तथैव. पठामि वा भगिनि? हा अग्रे अपि पठतु भगिनि. तथा च समवायनिष्ठसंसर्गिकावच्छेदकतानिरूपितावच्छेद्यवतावती एवं घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती या घटनिष्ठा आदेयत तन्निरूपित अधिकरणतावान् कपालः इति निष्कर्षः फलति. संसर्ग अवच्छेदकता उपयुज्य वाक्यानि रचयामः चेत् यथा चित्रं दृष्ट्वा वयं वदामः एतत् बृहत् वाक्यं आगच्छति. तत्र तदेव एतत् सर्वं यद्वयम् अद्य चित्ररूपेण कृतवन्तः तदेव अस्ति. तत्र अवच्छेदकता अवच्छेद्यता इति उपयोगं कृत्वा दीर्घमार्गः अस्ति, अग्रे लघुमार्गः अपि अस्ति, तदपि पठतु भगिनि. तथा च लघुना उपायेन विषयतासम्बन्ध अवच्छिन्न विषयतासम्बन्धावच्छिन्नघटत्वावच्छिन्न आधेयतानिरूपित अधिकरणतावत् ज्ञानं, कपालसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न आधेयतानिरूपित अधिकरणतावान् कालः, संयोगसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आधेयतानिरूपित अधिकरणतावत् भूतलम् इति वक्तुं शक्नुमः. तर्हि एतत् सर्वम् इदानीं स्पष्टं स्यात्, यतोहि वयं चित्रं स्वीकृत्य अस्मिन् विषये अद्य आरम्भे एव चिन्तितवन्तः. तत्र प्रश्नः अस्ति चेत् पृच्छतु अथवा अग्रे सरामः. अस्तु, तर्हि रामकार्तिक् महोदय अग्रे पठति वा? प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वं तुल्यन्यायात् अयमेव च उपायः प्रतियोगित्वस्थले अपि ज्ञातव्यः. तत्र भूतले समवायेन घटो नास्ति, कपाले संयोगेन घटो नास्ति, काले विषयतासम्बन्धेन घटो नास्ति इति अभावात् यदि चिन्तयामः तदा तस्य तस्य तस्य अभावस्य प्रतियोगिताः तिस्रः घटे एव वर्तन्ते, तासां च परस्परं भेदज्ञापनाय न घटत्व उपयोगः, सर्वत्र तस्य एकस्य एव अवच्छेदकत्वात् इति. तत्र यथा पूर्वं दृष्टवन्तः स एव उपायः, अत्र प्रतियोगिता अस्ति चेत् तत्रापि स एव उपायः प्रयोगं करणीयः इति प्रयोगः करणीयः इति दत्तमस्ति. तत्र भूतले समवायेन घटः नास्ति, कपाले संयोगेन घटः नास्ति, काले विषयतासम्बन्धेन घटः नास्ति इति चिन्तयामः चेत् तत्र तिस्रः प्रतियोगिताः घटे सन्ति. इत्युक्ते तत्र विषयतासम्बन्धकाले, संयोगसम्बन्धकपाले, अपि च समवायसम्बन्धभूतले इति, समवायसम्बन्धेन भूतले इति तिस्रः प्रतियोगिताः सन्ति. तत्र तासां परस्पर भेदस्य कृते तत्र घटत्व उपयोगः न भवति. तत्र सर्वत्र तस्य सर्वत्र वर्तते इति कारणात् तत्र घटः प्रतियोगिता घटे यथा वयं पूर्वं दृष्टवन्तः तदेव तथा एव अस्ति खलु. यथा घटे आसीत् प्रतियोगिता अस्ति इदानीं घटे. भिन्न भिन्नभिन्नसन्दर्भेषु प्रतियोगिता अस्ति, घटत्वम् अपि अस्ति. अत्र प्रतियोगिता घटत्वेन न भिद्यते, परन्तु प्रतियोगिता सम्बन्धेन भिद्यते. पुनः अत्र प्रतियोगिता अपि सम्बन्धेनैव अत्र भिद्यते इति इत्येव अत्र विषयः. एकः प्रश्नः अस्ति. भूतले समवायेन घटः नास्ति इति अस्ति किल, भूतले संयोगेन अपि घटः नास्ति इति वक्तुं शक्नुमः वा? हा, भूतले संयोगेन नास्ति इति अत्यन्त अभावस्तरे तथा वक्तुं शक्नुमः. तदेव इद अद्य चित्रमपि दृष्टवन्तः खलु, तत्र अत्यन्त अभावः अस्ति चेत् अत्र भूतले संयोगसम्बन्धेन घटः नास्ति इति. परन्तु तत्र किञ्चित् भिन्नविषयः अस्ति, भूतले समवायेन घटः नास्ति इति. तत्तु यदा कदापि न भवितुं शक्नोति एव खलु. तत्र तदभावः तु नित्यभावः, भूतले समवायेन घटः भवितुमेव न शक्नोति. तदेव तथैव कपाले संयोगेन घटः कदापि न भवति. काले विषयतासम्बन्धेन घटः न भवति. तर्हि तत्र न कदापि भवति. तर्हि कदापि न भवति चेत् यदा न भवति तदा तत्र अभावः तु अस्ति एव. यत्र अभावः अस्ति तत्र प्रतियोगिता अपि अस्ति. तर्हि तत्र प्रतियोगिता मध्ये भिन्नभिन्नप्रतियोगिताः सन्ति. प्रतियोगितासु भेदः करणीयः चेत् तत्र घटत्वस्य उपयोगः तु न कर्तुं शक्नुमः, यतोहि घटत्वम् इति सर्वत्र अस्ति. तर्हि पुनः अत्रापि सम्बन्धस्य एव विषयः इति अग्रे आगच्छति. अग्रे पठतु महोदय. अतः येन सम्बन्धेन नास्ति इति व्यवहारः कृतः तं सम्बन्धम् आदाय एव प्रतियोगिताभेदः अधिगन्तव्यः. तत्प्रकारश्च समवायसम्बन्धनिष्ठसांसर्गिक अवच्छेदकता निरूपिता अवच्छेद्यतावती घटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपिता अनियोगिताश्रयः अभावः भूतले समवायेन घटः नास्ति इति प्रतीतिसिद्धः. तत्र क्षम्यतां, तत्र प्रतियोगिताभेदः सम्बन्धम् आदाय एव भवति इति अस्माकम् अस्माभिः अधिगन्तव्यः इति तत्र दत्तमस्ति. अपि च तत्र तत्र समवायसम्बन्धनिष्ठसांसर्गिक अवच्छेदकता निरूपिता अवच्छेद्यतावती प्रति घटनिष्ठप्रतियोगिता पुनः अत्र क्षम्यतां, पुनः अत्र चित्रं मनसि स्यात्, चित्रं नास्ति चेत् तत्र भ्रमः भवति. तत्र दीर्घदीर्घपदानि दीर्घदीर्घवाक्यानि इव दृश्यन्ति, परन्तु चित्रम् अस्माकं मनसि अस्ति चेत् तत्र बहु सुलभमस्ति. तत्र चिन्तयतु, समवायसम्बन्धः अस्ति, तस्मिन् समवायसम्बन्धे अवच्छेदकता अस्ति, तया निरूपिता अवच्छेद्यता, तस्य आश्रयः अस्ति प्रतियोगिता इति. तथैव तत्र घटत्वमपि अस्ति, घटत्वनिष्ठ अवच्छेदकता, तया निरूपिता अवच्छेद्यता, तदपि अस्ति प्रतियोगितायां. तर्हि प्रतियोगितायां प्रतियोगिता अवच्छिन्ना भवति घटत्वेन अपि च समवायसम्बन्धेन. तया प्रतियोगितया निरूपिता अस्ति अनियोगिता, तादृश अनियोगितायाः आश्रयः अस्ति अभावः इति यदा वयं तत्र चित्ररूपेण चिन्तयामः चेत् तत्र तत्र कोऽपि कष्टं नास्ति, अत्र बहु सुलभमेव अस्ति. अस्तु, उत्तमं. तर्हि सुनील् महोदय, भवान् पठति वा अग्रे? आं भगिनि. इहापि अभावस्य वृत्तित्वं स्वरूपेणेति प्राक् निर्णीतम्. अतः पूर्वोक्त तादृशं भावनिष्ठस्वरूपसम्बन्धावचिह्नाधेयता निरूपिता अधिकरणतावत् भूतलमिति समवायेन भूतले घटः नास्ति इत्यस्य अर्थः. अतः पूर्व उक्तरीत्या अभावस्य आवृत्तित्वं स्वरूपेण एव वक्तव्यमिति अस्ति. इत्युक्ते यदा वयम् अभावविषये पठितवन्तः, तत्र स्वरूपसम्बन्धः इति अपि दृष्टवन्तः. अभावः भूतले स्वरूपसम्बन्धेन भवति इति वयं पठितवन्तः. तत्र प्रतियोगिता अपि घटे स्वरूपसम्बन्धेन, स्वरूपसम्बन्धः इति यः तर्हि तत्र अभावस्य अस्तित्वं भवति स्वरूपसम्बन्धेन. तर्हि अभावे स्वरूपसम्बन्धः अस्ति इति. स्मरन्ति वा? स्मरामि. तर्हि इदानीं भूतलं, पूर्वं वयं तत्र प्रतियोगितायाः वर्णनं कृतवन्तः खलु. इदानीम् अधिकरणतायाः वर्णनं भवति. तत्र यथा समवायेन भूतले घटः नास्ति इति प्रतीतिः अस्ति चेत्, अत्र अधिकरणतायाः विवरणमपि भवति. तर्हि तत्र भूतलम् इति अधिकरणता अस्ति, भूतले अभावः अपि अस्ति, भूतले अधिकरणता अपि अस्ति. तर्हि अधिकरणता अभावनिष्ठस्वरूपसम्बन्धेन अवच्छिन्ना भवति. क्षम्यताम्, अभावनिष्ठस्वरूपसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणता भवति. तर्हि भूतले इदानीम् अधिकरणता अस्ति, भूतले आदेयता अपि अस्ति, यतोहि अभावः इति विषयस्य. अवगच्छन्ति वा? तत्र चित्रं तत्र चित्रं रचयन्तु, बहु सुलभं भवति. तत्र अभावः अस्ति, अभावे स्वरूपसम्बन्धः अस्ति, स्वरूपसम्बन्ध अवच्छिन्ना आदेयता अस्ति, तेन निरूपिता अधिकरणता याः आश्रयः अस्ति भूतलम् इति. अभावनिष्ठस्वरूपसम्बन्ध अवच्छिन्नाधेयत निरूपित अधिकरणतावान् भूतल. अस्तु, अग्रे पठतु महोदय, तदेव आगच्छति, अपि च चित्रमपि अस्ति अग्रिमपुटे, किञ्चित् पश्यामः. संयोगसम्बन्धनिष्ठ सांसर्गिकावच्छेदगता निरूपित अवच्छेद्यतावति, अथ च घटत्वनिष्ठा अवच्छेदगता निरूपिता अवच्छेद्यतावति या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपितानियोगिता आश्रय अभावनिष्ठस्वरूपसम्बन्धावच्छिन्ना आधेयता निरूपिताधिकरणतावात् कपालमिति संयोगेन कपाले घटः नास्ति इति अस्य अर्थः. इत्युक्ते यद्वयम् इदानीं पूर्वं परिच्छेदद्वये दृष्टवन्तः तदेव मिलित्वा अस्ति, परन्तु अत्र वाक्यमस्ति संयोगेन कपाले घटः नास्ति. पूर्वपरिच्छेदद्वये वाक्यमासीत् समवायेन घटः भूतले नास्ति इति. तत्र क्षम्यतां भगिनि, अहं न शृणोमि, एकनिमिषम्. किमपि पृष्टवान् वा? इदानीं शृणोमि. तत्र आगामीपुटे यत् चित्रमस्ति तच्चित्रमस्ति भूतले समवायेन घटः नास्ति इति, यद्वयम् इतः पूर्वं पठितवन्तः तस्य चित्रमस्ति अत्र. इदानीं यद् भवान् पठितवान् तदस्ति संयोगेन कपाले घटः नास्ति इति. तर्हि तत्रापि चित्रं मनसि स्थापयित्वा कण्ठशः पश्यामः चेत् तत्रापि किमपि भ्रमः न भवति. तत्र भागं भागं पश्यामः. प्रथममस्ति संयोगसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकतानिरूपित अवच्छेद्यतावति. इत्युक्ते घटे संयोगसम्बन्धः अस्ति, संयोगसम्बन्धेन अवच्छिन्ना भवति घटनिष्ठप्रतियोगिता. तस्य लघुमार्गः अस्ति अवच्छिन्ना, दीर्घमार्गः अस्ति अवच्छेदकता निरूपित अवच्छेद्यतावति इति. तथैव घटे घटत्वमपि अस्ति, घटत्वेन अपि प्रतियोगिता अवच्छिन्ना भवति. तदेव अस्ति अत्र घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति इति. इत्युक्ते घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति इत्युक्ते घटत्व अवच्छिन्ना इत्येव अर्थः. तर्हि तत्र दीर्घपदम् इति भ्रमः मास्तु. इदानीं सत्यम् एतत् प्रायः एतस्य वाक्यस्य चित्रं नास्ति, परन्तु तत्र तादृशचित्रं तु अस्ति अस्माकं करपत्रे. सत्यं. तर्हि तत् प्रतियोगिता निरूपिता भवति अनुयोगिता, अनुयोगितायाः आश्रयः कः? अभावः. अभावे स्वरूपसम्बन्धः अस्ति, अभावे आदेयता अपि अस्ति. किमर्थं चेत् अभावः भूतले अस्ति चेत् अभावे आदेयता, भूतले अधिकरणता. सत्यं. तर्हि अभावः अभावे या आदेयता अस्ति तद् अवच्छिन्ना भवति स्वरूपसम्बन्धेन. तेन तया आदेयतायाः निरूपिता भवति अधिकरणम्. तद् अधिकरणता आश्रयः अस्ति कपालं, तद्करणता आश्रयः कपालम् इति. इत्युक्ते अत्र संयोगेन कपाले घटः नास्ति इति अर्थः. अत्र किं कुर्मः इत्युक्ते, तत्र पुनः एतद् वाक्यं पठतु, अस्माकं करपत्रमपि सम्यक्तया पुनः एकवारं पठतु, तदनन्तरम् एतस्य वाक्यस्य चित्रं रचयतु कृपया. चित्रं न रचयामः चेत् निश्चयेन न अवगच्छामः. तर्हि चित्रं रचित्वा मां प्रति प्रेषयति चेदपि सम्यक्, नो चेदपि तत्र सम्यक्, तत्तु भवतः सौकर्यं. परन्तु निश्चयेन रचयतु, प्रश्नः अस्ति चेत् आगामिकक्षायां पृच्छतु अपि.